नमस्ते भगिनि, नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे यङ् लुकन्तदातवः इति पाठः अनुवर्तते. तत्र यङ् लुक लुक् इत्यस्य प्रक्रिया दृष्टवन्तः गतसप्ताहे. तत्र प्रथमं धातोरेकाचो समभिहारे यङ् इत्यनेन यङ् विधीयते, अनन्तरं तत्र नैमित्तिकं वा अनैमित्तिकं वा इत्यनेन रीत्या तत्र प्रथमं यङ् लुक् भवति अथवा संयङ्गोः इत्यनेन द्वित्वकार्यं भवति. तत्र एव महोदयस्य प्रश्नः अस्ति, संयगोः इति सूत्रे एकाचो द्वे प्रथमस्य इति अधिकारसूत्रमस्ति, अजादेर्द्वितीयस्य इत्यपि अधिकारसूत्रमस्ति. तत्र एकाचो द्वे प्रथमस्य किं वदति इत्युक्ते, प्रथमस्य एकाच् भागस्य द्वित्वं भवति. जागृ इति धातुः स्वीकुर्मः चेत् एकाच् भागः तु आकारः किल, एकाच्, अतः जा जागृ इति तत्र द्वित्वं. पच् पच् एकाच् अस्ति अकारः, तस्य द्वित्वं. पच् पच् इति भवति, इ इति इत्युक्ते इ इति तत्र एकाच् भागस्य प्रथमस्य एकाच् भागस्य द्वित्वं भवति इति. अजादेर्द्वितीयस्य इति अत्र अजादिधातुः द्वितीयस्य एकाच् भागस्य द्वित्वम्, अतः तत्र प्रथम अधिकारसूत्रे तु प्रथमस्य एकाच् भागस्य द्वित्वम् आसीत्. एकः अच् इत्युक्ते जागृ इत्यत्र झा इति एकः अच् अस्ति, तस्य भागस्य द्वित्वं झा झा जागृ इति आसीत्. इदानीं द्वितीयस्य एकाच् भागस्य द्वित्वम् ऊर्णु इति स्वीकुर्मः चेत् तत्र द्वितीय एकाच् भागः कः इति पश्यामः चेत् नकारः उकारः, समीचीनम्, तस्य द्वित्वं. भागद्वयम् अस्ति, उ इति प्रथम एकाच् भागः, द्वितीय एकाच् भागः तु नकारः उकारः, द्वितीयभागस्य द्वित्वं भवति इति. महोदय, भवतः प्रश्नः कः? ऊर्णु इत्यत्र ऊर्णु इत्यस्मिन् प्रथम एकाच् भागः अस्ति उ इति, खलु? उ इति अस्ति, सत्यम्. ऋणु इति अस्ति, इदानीं ऋणु इत्यस्मिन् नन्द्राः इत्यनेन रकारः न भवति, नु इति अस्ति. इदानीं नु इति कुत्र स्थापनीयम्? ऊर्णु अनन्तरं स्थापनीयं वा? तत्र कुत्र ऊर्णु कथं तत्र भवति इति अहं मम किं स्थापनीयं महोदय, नु इति कुत्र स्थापनीयम् इति वा? आमामां, मध्ये स्थापनीयं वा अथवा अनन्तरमेव? ऊर्णु अनन्तरमेव स्थापनीयं वा? अनन्तरमेव स्थापनीयं किल, मध्ये आगच्छति चेत् तत्र अस्माकम् अन्यसूत्राणां क्लेशः भवति किल, यद् अभ्यासकार्यं भवति तस्य क्लेशः भवति किल. तर्हि ऊर्णु नु इति अस्ति, ऊर्णु नु इति अस्ति. इदानीं तत्र हलादिशेषः इति किं भवति, अत्र कस्य भवति अजादि? तदेव अभ्यासंज्ञा कुत्र अस्ति इदानीम्? अभ्याससंज्ञा अभ्यास इति कुत्र अस्ति इदानीम् इत्यस्मिन् ऊर्णु इत्यस्मिन् अभ्यासः कः? यद् प्रथमभागः अस्ति तदेव अभ्यस्तसंज्ञा किल, तदेव अद्य पठामः तस्मिन् विषये एव. अस्तु अस्तु अस्तु, तदेव आगच्छति अद्य. ऊर्णु तदेव गतसप्ताहे किं दृष्टवन्तः, क्वेङ् धातोः विषये दृष्टवन्तः, तत्र कथं तत्र अभ्यस्तस्य च इत्यनेन तत्र अभ्यासः अग्रे भविष्यति इति तादृश ह्वेङ् धातोः सम्प्रसारणं स्यात् इत्युक्ते प्रथमं सम्प्रसारणकार्यम् अनन्तरमेव अभ्यासः भवति तस्य ह्वेङ् धातोः इति. तत्र हु इति तत्र अभ्यासकार्यम् अनन्तरं द्वित्वं भवति इति दृष्टवन्तः. तस्मिन् विषये एव तत्र महाभाष्ये किमपि उक्तं तत्सर्वं दृष्टवन्तः. तत्र कथं वा तत्र यथा वयं प्रथमं द्वित्वकार्यम् इति स्वीकुर्मः चेत् तत्र दोषः भवति, द्विर्वचनम् इति उक्तं तत्र तत्र प्रथमं सम्प्रसारणं भवति अनन्तरमेव द्वित्वं भवति इति तत्र तयोः मध्ये समानाधिकरण्यं नास्ति वैयधिकरण्यम् एव अस्ति अभ्यस्तस्य ह्वः इति शब्दद्वयमपि षष्ट्याम् अस्ति सम्बन्धः अस्ति तयोः मध्ये परन्तु विशेषणविशेष्यभावः नास्ति समानाधिकरण्यं नास्ति इति दृष्टवन्तः इदानीम् अद्य तत्र अभ्यासकार्यस्य विषये पश्यामः अभ्यासः अभ्यस्तम् इति द्वे संज्ञे इति महोदय भवान् एव आरम्भम् अभ्यासः अभ्यस्तम् इति द्वे संज्ञे अस्तु पूर्वाभ्यासः इति चतुर्थ षष्ठाध्यायस्य प्रथमवादश्चतुर्थ चतुर्थं सूत्रमस्ति द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः कुत्र पठति तत्र ह्वे इति अस्ति किल ह्वे धातुः विषये गतसप्ताहे दृष्टवन्तः तस्मात् अनन्तरं सिद्धान्तकौमुदी इति सर्वं पठितवन्तः किल गतसप्ताहे न सम्प्रसारणे न सम्प्रसारणे सम्प्रसारणं द्वित्वे वैशिष्ट्यं ह्वे धातुः इति तत्र तत् समाप्य तत्र अधः अस्ति प्राप्तं भगिनि धन्यवादः भगिनि द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः पूर्वः प्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम् एकाच द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रमस्ति पूर्वः अभ्यासः द्वयोः यत्र द्वित्वानन्तरं यस्मिन् द्विवारणम् उच्चारणं भवति तस्मिन् प्रथमभागस्य नाम अभ्यासः इति अस्ति अतः पूर्वः अभ्यासः द्वयोः इदानीं द्वयोः पूर्वः अभ्यासः इति भवति अस्ति अग्रे उभयोः उभे अभ्यस्तं द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञकः भवति उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति उभे द्वे अभ्यस्तमिति इदानीं तत्र मिलित्वा तस्य अभ्यस्तसंज्ञा भवति तत्र समुदायस्य द्वयोः समुदायस्य अभ्यस्तसंज्ञा भवति इति वयं जानीमः अग्रे अभ्यासकार्यं नलुबताङ्गस्य इत्यनेन यङ् प्रत्ययः निमित्तम् अङ्गकार्यं निषिद्धम् इति यङ् प्रत्ययनिमित्तम् अङ्गकार्यं निषिद्धं यथोक्तं द्वित्वकार्यं प्रत्ययलक्षणेन भवति अभ्यासकार्यं तु यङ् प्रत्ययनिमित्तिकं नास्ति तदर्थं यङः लुकि न कापि बाधा अस्तु तत्र अभ्यासकार्यं तु प्रत्ययनिमित्तिकं नास्ति इति अस्ति प्रत्ययनिमित्तिकं नास्ति अतः तत्र यङ् लुकि कोऽपि किमपि क्लेशः नास्ति न लुम्बताङ्गस्ति इत्यस्य इदानीं तस्य प्रसक्तिः न भवति इति अस्ति द्वित्वकानन्तरं कानिचन कार्याणि तत्र इदानीं महोदय इदानीं वदतु तत्र ऊर्नु इत्यत्र अभ्याससंज्ञा कस्य इति एकनिमिषं भगिनि तत्र तदेव अहम् ऊर्नु इति अस्ति खलु तत्र ऊर्नु उपरि गच्छामि तत्र ऊर्नु इति अस्ति ऊ इति एकाशभागः ऋणु इति द्वितीय एकाचभागः अस्ति तर्हि अजादे द्वितीयस्य इत्यनेन ऊर्णु नु इति ऋणु इत्यस्मिन् रेफस्य ननन्द्रासंयोगादि इत्यनेन संयोगादि अस्ति अत्र ऋणु इति ऋकारः अस्ति तस्य न तस्य न भवति इति कृत्वा नु एव अतः ऊर्णु नु ऊर्णु नु इति अस्ति इदानीं तत्र अभ्यासकः अभ्यासः कस्य द्विवारम् उच्चारणं जातम् इदानीम् ऊर्णु नु इत्येव ऊर्णु नु इति ऊर्णुनु ऊर्णुनु अतः आं सत्यं ऋणु नु इत्यस्य द्विवारम् उच्चारणं जातं खलु तत्र ऋणु नु इति खलु ओहो यः प्रथमः तस्य अभ्याससंज्ञा भवति तत्र तत् ऊ इत्यस्य नास्ति ऋणु इत्यस्य एव अभ्यासज्ञा वा इदानीं सत्यम् तर्हि अभ्यासः नु इत्यत्र नु इत्यस्य यद् प्रथमः अस्ति न द्वयोः तर्हि द्वयोः यः प्रथमः तस्य अभ्याससंज्ञा भवति ऊर्णु इत्यस्य एव प्रथम अभ्यासज्ञा भवति इदानीम् ऊर्णु अथवा नु इत्यस्य कृते नु नु इत्यस्य नु न नु सो इट्स् नु प्रथम प्रथमण्णु सत्यं तस्य एव अभ्याससंज्ञा उकारस्य अभ्याससंज्ञा नास्ति यद्यपि तत् प्रथमवर्णः अस्ति तस्य तु द्वित्वं न कृतवन्तः किल यस्य द्विवारम् उच्चारणं जातं तस्य द्विवारम् उच्चारणं जातम् इति अस्ति ऊणु नु इत्यस्मिन् अभ्यासकः अस्ति इदानीम् अभ्यासकः एकनिमिष अभ्यासकः ऋणु वा अथवा रेफ वर्जित नु वा तत्र रेपः नास्ति किल रेपस्य तु वयं द्वित्वं न कृतवन्तः तस्य द्वित्वं कृतवन्तः नकारस्य एव किल अतः नु नु इत्यस्य क्षम्यतां अपि नु अतु एकमस्ति अनन्तरम् एकमस्ति इदानीं तत्र त्रयः एकाचः सन्ति खलु तत्र एकाचः त्रयः अचः सन्ति खलु अत्र उ इति एकम् अच् अस्ति ऋणु इति एकम् एक अस्ति अनन्तरं नु इति अस्ति इदानीं तत्र ऋणु वा अथवा नु वा अभ्यासः नु नु एव वा केवलं नु ओके ओके अस्तु अस्तु परन्तु तत्र एकम् उदाहरणं दत्तमस्ति अष्टाध्यायी डाट् काम् मध्ये उन्दि इति धातुः तद् अस्माकं करपत्रे अपि अग्रे अस्ति इति चिन्तयामि उन्दि इति धातुः द्वित्वे कृते उन्दि धि इति भवति तत्र यः प्रथमः धि तस्य अभ्याससंज्ञा भवति अत्र नकारस्य द्वित्वं न क्रियते समानसूत्रं नान्द्रासंयोगादयः इत्यनेन नकारस्य द्वित्वं न भवति सः नकारस्य अभ्याससंज्ञायां समावेशः नैव करणीयः अतः रेप अत्र अस्माकम् ऊर्णु इत्यत्र रेपस्य समावेशः नैव करणीयः मानचिन्तम् अस्तु अतः तत्र मम भ्रमः आसीत् जागृति आसीत् तत्र लेफ्ट् हेण्ड् सैड् मध्ये अस्ति तत्र वामभागे अस्ति जा इत्यस्य अभ्याससंज्ञा इदानीम् अस्मिन् रैट् हेण्ड् सैड् एक्स्ट्रीम् रैट् अस्ति तस्य अभ्याससंज्ञा भवति वा तत्र रैट् लेफ्ट् किमपि नास्ति महोदय तत्र केवलं तस्य यस्य वयं द्विवारम् उच्चारणं कुर्मः तदेव अतः एव सूत्रद्वयं किल तव एकस्मिन् सूत्रे एव रैट् लेफ्ट् इति उक्त्वा लाघवम् इति तादृशं नास्ति तत्र तर्हि यस्य द्वित्वं कृतं तस्य एव अभ्याससंज्ञा तस्य प्रथमभागस्य अभ्यास इति संज्ञा अग्रे अस्ति भगिनि ऊर्णु धातोः कृते कथम् अस्ति इति अग्रे अस्ति अग्रे आगच्छति एतद् स्पष्टम् इदानीं किल अतः द्वित्वा अनन्तरं यस्मिन् यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः तत्र पूर्वाभ्यासः उभे अभ्यस्तम् समुदायस्य अभ्यस्तसंज्ञा इति अभ्यासकार्यम् इत्यस्य न लुमताङ्गस्य तद् वदतु महोदय क्षम्यतां मध्ये उक्तं हा तत्र न लुमताङ्गस्य अत्र यदि लुमान् अस्ति तत्र तस्य तर्हि तत्र अङ्गकार्यं न भवति इति अस्ति तत्र निषिद्धमस्ति यङ्गपत्य इदानीं तत्र यङ्गपत्यनिमित्तिकम् अङ्गकार्यं निषिद्धं यदि कोऽपि अङ्गकार्यम् अस्ति चेत् यङ् प्रत्ययनिमित्तीकृत्य परन्तु अत्र यङ् प्रत्ययनिमित्तीकृतद्वित्तं नास्ति इति तथा नास्ति अतः अभ्यासकार्य तु अभ्यासकार्य यङ् प्रत्ययनिमित्तीकृत नास्ति इति अस्ति इति अस्ति अतः तत्र किमपि बाधा नास्ति इति न लुभताङ्गस्य इत्यस्य कार्यं न भवति इति अस्ति समीचीनम् अतः कार्यद्वयम् अत्र द्वित्वकार्यम् इति भिन्नम् अभ्यासकार्यम् इति भिन्नं द्वित्वकार्यं प्रत्ययलक्षणेन भवति तत्र यङ् लुक् जातः चेदपि द्वित्वम् इति अङ्गकार्यम् इति न स्वीकुर्मः तस्मिन् विषये एव वयं गतसप्ताहे चर्चितवन्तः अतः प्रत्ययलोपे प्रत्ययलक्षणेन द्वित्वकार्यं भवति एव अभ्यासकार्यम् इति तु भिन्नम् अस्ति अभ्यासे किं किं कार्याणि भवन्ति तदेव अभ्यासकार्यं तत्र तु यङ् प्रत्ययनिमित्तिकम् अभ्यासकार्यं नास्ति अतः यङ् लुक् जातः चेदपि तस्य बाधा किमपि न भवति इत्येव स्पष्टमस्ति किल अस्तु धन्यवादः महोदय उषा भगिनी भवती पठति वा अनन्तरम् भगिनी कुत्र पठितम् ऐ केप् मूविङ्ग् बेक् अण्ड् फोर्त् ऐ उभय पूर्वाभ्यासः उभय अभ्यस्तं वित्तस्य अनन्तरं भगिनि ऊर्नु धातु क्वे धातोः पूर्वम् अस्ति भगिनि कथम् इति तदेव अहम् उक्तवती किल पृष्टवान् आसीत् मम तदेव तदेव न अहं दट् ऋ रप रकार रेपः लोपः संयोगादयः आं भगिनि आं पठतु भगिनि द्वित्वस्य अनन्तरं कीप् मूविङ्ग् अण्ड् देन् एकाचो द्वे प्रथमस्य अजादेव् द्वितीयस्य वस्तु धातुः एकाच् अत्र भगिनि न न उभे अभ्यस्तं पूर्वोऽभ्यासः उभे अभ्यस्तम् अभ्यासकार्यं न लुमताङ्गस्य अग्रिम अग्रिमपङ्क्ति द्वित्वस्य ओके तस्मात् द्वित्वं न लुमताङ्गस्य द्वित्वे वैशिष्ट्यं ह्वेङ् धातुः अधः न लुमताङ्गस्य द्वित्वस्य अनन्तरं द्वित्वस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे तानि तानि च अभ्यासकार्यम् इत्युच्यते द्वित्वस्य अनन्तरम् ओके यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं च इति सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति लिटि सन् यङ् श्लौ चङ्गी च विशेष अभ्यासकार्यं भवन्ति द्वित्वसम्बन्धप्रत्ययस्य अधिकृत्यः यथा लिटि विशेष अभ्यासकार्यं पुनः श्लौ पृथक्तया पुनः सनि यङि चङ्गी च अत्र सामान्य अभ्यासकार्याणि प्रदर्श्यन्ते ततः अग्रे यथास्थानं यङ् लुक् विशिष्टानि अभ्यासकार्याणि प्रदर्श्यन्ते द्वित्वस्य अनन्तरं अभ्यासकार्याणि सन्ति इति अत्र उच्यते अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यासकार्यं वयं दृष्टवन्तः सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यम् इति सामान्य अभ्यासकार्यं भवति अत्र इल्लिटि सनि यङि श्लौ चङ्गी च अत्र विषयः यङि एव विशेष अभ्यासकार्यमपि भवति वयं अग्रे पठिष्यामः विशेष अभ्यासकार्यम् इति सामान्य अभ्यासकार्यं वयं दृष्टवन्तः हलादिशेषः शर्पूर्वाकयः ह्रस्वः उरत् कुहोश्चुः अभ्यासे चच्च इति सूत्राणि सन्ति हलादिशेषः प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रं भगिनि ओके हलादिशेषः अभ्यासस्य आदिमः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः अभ्यासस्य आदिमहल् शेष आदिमहल् ओ देरस आदिमः ओके अग्रे ओके अस्तु भगिनि अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिशेषः हलादिशेषः पट् इति धातोः कृते सन् तत्र स्टार् पठित्वा आगच्छति आदिमः इत्युक्तौ आदौ यः न तु प्रथमः आदौ यः न तु प्रथमः अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच्वर्णः न तु हल्वर्णः इति कारणतः हलादिशेषः इत्यनेन अभ्यासे सर्वेषां हल्वर्णानां लोपः भवति अट् इति कृते अट् अट् अकारः घटकारस्य लोपानन्तरम् अयोगः अट् इति अ अट् इति भवति सो हलादिशेषः अभ्यासस्य आदिमः हल् शेषः इति कृते आदिमः इति कृते प्रथम इति न अर्थः भवति अजादिधातोः कृते एव तस्य कृते भवति खलु भगिनि अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिशेषः सो पट् इति कृते सन्यङ्गोः इत्यनेन यङ्गन्तस्य धातोः प्रथमस्य एकाचो द्वे स्तः प्रथमस्य एकाचो द्वे स्तः सो पट् पट् इति भवति प्रथमपट् इति प्रथमः पट् इति भागः अभ्याससंज्ञ अभ्याससंज्ञकः हलादिशेषः इत्यनेन अभ्यासस्य आदिमः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः अभ्यासे अपरेषां हलां लोपः प पट् ओके तकारः तथैव ज्ञा इति कृते ज्ञा इति कृते ज एव भवति ज्ञा इति जकार ज्ञकार सो दकार घाट् लोपः भवति आकारस्य विषये अग्रे पश्यामः तत्र हल् हल् विषये एव वदति अतः तत्र आदिमः हल् शेषः अवशिष्यते इत्येव किल शेषः इत्युक्ते अवशिष्यते इति अर्थः ओके हलादिशेषः अवशिष्यते हलादिः देन् अभ्यासस्य हलादिः शेषः दिस् अभ्यासंज्ञा अभ्यस्तसंज्ञा अतः अभ्याससंज्ञा कस्य इति प्रथमं पश्यामः अट् इत्यत्र अट् अट् इति अभवत् इदानीं कस्य अभ्याससंज्ञा अभ्यासः इति कृते प्रथमपट् इति भाग पट् इति कृते प्रथमपट् इति भागः अभ्याससंज्ञा अत्र अट् अट् इति अपि अट् प्रथम अट् इति अभ्याससंज्ञा अभ्यासस्य आदि ओ नास्ति वा न द्वित्वा अनन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः सम्यक् एव किल अतः अट् अट् इति तत्र प्रथमभागस्य अभ्याससंज्ञा अट् इति प्रथमभागस्य अभ्याससंज्ञा तत्र किं भवति तत्र अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच्वर्णः न तु फल्वर्णः इति कारणतः अलादिशेषः इत्यनेन अभ्यासे सर्वेषां हल्वर्णानां लोपः अतः तत्र अभ्यासे यः हल्वर्णः अस्ति तत्तु टकारः तस्य लोपः जातः आदौ हल् अस्ति चेदेव भवति न भवति अवगतं वा अट् इत्यस्मिन् प्रथमः हल् अस्ति खलु अत्र अट् अट् इत्यस्मिन् प्रथमः हल् टकारः परन्तु आदिमः नास्ति तस्य लोपः जातः इदानीं पट् पट् इत्यत्र अभ्याससंज्ञा कस्य पट् पट् इति कृते अभ्याससंज्ञा अभ्यासस्य आदिमः पट् पट् इत्यस्य अभ्यासंज्ञा संज्ञकः पट्. इदानीं तत्र किं भवति, तत्र अभ्यासस्य आदिमः हल् शेषः, आदिमः पकारः पकार अकारः, आदिमः हल् पकारः. आं भगिनि, आदिमः अवशिष्यते, अन्येषां लोपः जातः. अन्येषां लोपः जातः, तदेव भेदः. यदा अजादिः अस्ति चेत् तत्र यत्किमपि हल् वर्णः भवतु अभ्यासे, तस्य लोपः भवति. सर्वेषां हल् वर्णानां लोपः भवति. किमर्थम् इत्युक्ते अजादिः अस्ति, हल् आदिः नास्ति. हलादिः अस्ति चेत् आदिमहल् वर्णः शेषः अवशिष्यते, अन्येषां लोपः भवति. तदेव भेदः तयोः. यदा अजादिः हलादिः, अवगतं किल? हलादिशेषः इति 7460 अतः अङ्गकार्यम् अङ्गकार्यमस्ति. समीचीनं, धन्यवादः. अवशिष्यते, तदेव शेषः इति भ्रमः भवति. अवशिष्यते इति स्मरामः, यद् अवशिष्यते तस्मिन् विषये. धन्यवादः. अरुणा भगिनी, षट्पूर्वः कयः, षट्पूर्वाः कयः. नमस्ते भगिनि. तत्र क्षम्यतां भगिनि, तत्र किञ्चित् अभ्यासः अस्ति. एवमेव विचारणीयम् इति एकं वाक्यम् अस्ति पट् इत्यस्मात् अनन्तरं, तद् करोतु भगिनि, क्षम्यताम् अहं न श्रुतवती. एवमेव विचारणीयं धन् निज् विष् खाद् दिश् विज् तुर् भस्. वदतु भगिनि, द्वित्वं संज्ञो इत्यनेन प्रथम अभ्यासकः द्वित्वं भवति. धन् धन् तदनन्तरं हलिश्च प्रथमभागः हलादिशेषः प्रथमं संज्ञा भवति, अभ्यासंज्ञा भवति. हलादिशेषः इति हल एव अवशिष्यति, दधन् इति. तदेव निज् निज् निज् निज् नि निज् सत्यं. विश् विश् विशिष् खाद् खाद् खखाद् दिश् दिदिश् विज् विज् तुर् तुर् बस् तुर् तत्रापि रेफः लोपः तुर् तुर् ओके. बस् बस् बस् चतुर्सन्धि बस् समीचीनं, तद् अग्रे आगच्छति. सत्यं, तदेव भवति सत्यम्. आं षट्पूर्वः कयः भगिनि, पठतु. षट्पूर्वः खयः यस्य अभ्यासस्य पूर्वं षर् परञ्च परञ्च खै, तस्य तु खै एव शेषो भवति, अन्ये हलः च लुप्यन्ते. हलादिशेषः इत्यस्य अपवादः, अतः तस्य बाधकसूत्रं सर् पूर्वै पूर्व पूर्वः येषां ते सर्पूर्वाः सर्पूर्वाः प्रथमान्तं खया प्रथमान्तं त्रिपदविधं सूत्रं हलादिशेषः इत्यस्मात् वचनपरिणामं कृत्वा शेषः इत्यस्य अनुवृत्ति. अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य सत्पूर्वः खयशेषः. ओके, खयशेषः सूत्रं वदति प्रथम अभ्यासस्य पूर्वं षर् वर्णः अस्ति, परन्तु तदनन्तरं खै प्रत्यय खर् अस्ति चेत् प्रत्ययः नास्ति, खर् अस्ति चेत् खर् एव अवशिष्यते. सर्वे हल् हल् इति लोपः भवति. हलादिसे इति सूत्रं हलादिशेषः इति सूत्रस्य अपवादसूत्रमस्ति. तदेव केवलं वयं उदाहरणं पठामः. स्पर्धा अत्र सा फा आ रे फध अत्र द्युत्तं पदमं भवति सन्धयोः सूत्रेण स्पर्ध स्पर्ध हा एव अवशिष्यति. ओके, सर्ववर्णाः लोपभूत्वा केवलं पकार एव अवशिष्यति. पर् स्मर्द अतः तत्र शर् वर्णः सकारः, परः कञ् वर्णः पकारः, अग्रे यत्किमपि हल् वर्णः अस्ति तस्यापि लोपः जातः. अतः एव स्पर्त् अभ्यासस्य कार्यम् एव सम्यक्. धन्यवादः भगिनि. विजया भगिनी करोति वा एवमेव विचारणीयम्? विजया भगिनी अस्ति वा? प्रायः नास्ति. अस्तु महोदय, भवान् करोति वा? भगिनी, महोदय, अहम् अस्मि एव. अत्र एतत् पास्वर्ड् लाक् करणीयं, नम्बर् अत्र स्थापनीयं महोदय. वदतु भगिनि. अत्र ह्रस्वः एव खलु महोदय? एवमेव विचारणीयं. स्पन्द, स्फूर्ज, स्तम्ब, स्तुब्, स्कळ्, स्पश, स्तिग्, स्फुर् एतत् पूर्वं स्पर्द् इति अत्र दृष्टवन्तः. सर्पूर्व कयः इति अत्र पूर्वं शर् अस्ति चेत् अत्र परञ्च कै, तस्य तु कै एव शेषः भवति. एतत् विषये किञ्चित् हलादिशेषः अपि तत्र दत्तं. हलादिशेषः किमस्ति चेत् अत्र इदानीमेव भवत्या उक्तं, प्रथमवर्णः अवशिष्यते, द्वितीयवर्णः अपगच्छति इति पपच् इति भवति. तादृशमेव अत्र स्पर्द् स्पर्द् इति भवति चेत् अत्र प्रथमहलादिवर्णः लुप्यते, पाय अनन्तरम् अन्तिमवर्णः अपि लुप्यते, पा एव तिष्ठति. अतः पस्पर्द् इति भवति. इदानीं स्पन्द, स्फूर्ज, स्तम्ब, स्तुब् अत्र वदतु भगिनि किं भवति इति. स्पन्द, स्पन्द् इति प्रथमं. स्पन्द् इत्युक्ते अत्र स्पन्द, स्पन्द् इति भवति प्रथमम्. अनन्तरं हलादिशेषः इति सूत्रेण अत्र हलादिशेषः नास्ति, सर्पूर्वः कयः. सर्पूर्वः कयः इति किं चेत् अभ्यासस्य पूर्वं यत् शर्वर्णः अस्ति, अनन्तरं परम् अपि कैवर्णः अस्ति चेत् अत्र कैवर्णः इत्युक्ते अत्र किमस्ति प्रथमद्वितीयस्य प्रथमद्वितीयस्य सप्तकं भवति. कपै एव, कपै शशशर् एतदपि खलु महोदय? न, कपै एव, कै किल कपै. आं महोदय, अत्र शशसर् शशसर् इति शर्, अतः सकारः शर्, परः किम् अस्ति खै वर्णः कपै पर्यन्तम्, अतः पकारः कपै झटत कपै पर्यन्तं अस्ति किल. अन्ये हलः च लुप्यन्ते. अन्ये हलः कः? नकारः, दकारः. अतः लुप्यते नकारः दकारः लुप्यते थ एव अवशिष्यते प स्पन्द् इति रूपम् स्पन्द् इति भवति अनन्तरं तादृशमेव स्फूर्ज् इति अस्ति चेत् अत्र शर्पूर्वाखयः इति सूत्रेण प्रथमवर्णः प्रथमहल्वर्णः अनन्तरम् अन्तिमहल्वर्णः एतत् सर्वं लुप्यते पू एव तिष्ठति इदानीं पू स्फूर्ज् इति भवति खलु खलु महोदय आम् अग्रिमं स्तम्भ अत्र अत्रापि सत्पूर्वखयः इत्यनेन प्रथमहल्वर्णः अनन्तरम् अन्तिम संयुक्ताक्षरम् इम्ब एतदपि लुप्यते अनन्तरं ता एव तिष्ठति त स्तम्भ इति भवति तादृशमेव स्तुब् अत्र प्रथमहल्वर्णः अन्तिमहल्वर्णः बकारः अनन्तरं तु एव तिष्ठति इदानीं तु स्तुब् इति भवति अनन्तरं स्कल् इति भवति चेत् अत्र प्रथमसकारः अल्व अर्धसकारः अस्ति एतदपि लुप्यते अन्तिमलकारः अपि लुप्यते क एव तिष्ठति इदानीं क स्कल् इति भवति रूपम् एतत् सर्वं द्वित्वमेव अस्तु महोदय अनन्तरं स्पर्श स्पश् इति भवति तत्रापि अर्धसकारः अनन्तरं स्पश् शकारः तालविशकारः एतत् लुप्यते पकारः एव तिष्ठति इदानीं पस् पस् पश् पस् पश् इति भवति पस् पश् इति भवति स्तिग् स्वीकुर्मः चेत् अत्र अत्र ति एव तिष्ठति सकारः अनन्तरं गकारः लुप्यते ति स्तिग् इति भवति अनन्तरं स्फुर् भवति फु स्फुर् इति भवति सत्यम् अग्रे पठामि वा महोदय ह्रस्वः अभ्यासस्य समये अभ्यासस्य अचिवर्णः ह्रस्वः स्यात् अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्व दीर्घ पुलुत इत्येते शब्दाः आयान्ति तत्र अच्छः इति शब्दः सूत्रार्थे अपि आयाति अतः ह्रस्वः इत्युक्तौ ह्रस्वः अचिवर्णः तथा सर्वत्र ह्रस्वः प्रथमान्तम् एकपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः भवति अत्र अग्रे एतत् समीचीनतया उदाहरणरूपेण पश्येमे चेत् का इति दीर्घम् अस्ति का खादिति परन्तु अत्र ह्रस्वः इति अभ्यासस्य अचिवर्णः ह्रस्वः स्यात् एतत् सूत्रेण प्रथमवर्णः का इति दीर्घं भवति परन्तु अत्र ह्रस्वः इति सूत्रेण अभ्याससमये ख इति भवति अतः खखाद् इति रूपं भवति तादृशमेव द्वित्वं करोतु भगिनि खाद् इति धातुः द्वित्वं करोतु खाद् इति अत्र प्रथमं खखाद् इति तिष्ठति खलु महोदय अनन्तरं सकारस्य किम् अभवत् खाद् खादेव तिष्ठति खलु पचिपचि इति स्वीकुर्मः चेत् पचिपचि इति स्वीकुर्मः चेत् प्रथमहल्वर्णः तिष्ठति अन्तिम अल्वर्णः लुप्यते तादृशमेव अत्रापि खखाद् इति भवति खखाद् इति प्रथमं हलादिशेषः इत्यनेन डकारः लुप्यते अनन्तरम् एतत् वक्तव्यं वा महोदय सत्यं तद् वक्तव्यं किल प्रथमं हलादिशेषः इत्यनेन तद् हलादिः स शेषः अन्यत् अवशिष्यते, अन्यत् सर्वं लुप्यते, अतः खा खाद् इति अभवत्। इदानीं ह्रस्वः इत्यनेन अच्वर्णः अभ्यासस्य अच्वर्णस्य ह्रस्वः भवति, अतः खखाद् इति अस्ति वक्तव्यं किल। सोपानद्वयं तत् आम् महोदय, सम्यक् प्रायः तद् प्रायः महोदयः करोति। धन्यवादः, धन्यवादः। ततःपूर्वं सर्पुरकयः अस्ति, कैवर्ण नास्ति चेत् कै प्रत्यारस्थवर्णः नास्ति चेत् न भवति, यथा स्वद् स्वद् इत्येव भवति खलु तत्र। आम् सत्यं सत्यम्, आम् नास्ति चेत् न भवति। तद् तदेव अत्र उक्तं किल अपवादः, अतः तस्य बाधकसूत्रम् इति, बाधा एव न करण न तत्र नास्ति चेत् तत्र तस्य कार्यमपि न भवति किल। अग्रे नीनि यत् नी इति अस्ति तत्र, नी इत्यस्य द्वित्वं भवति एकाचद्वे प्रथमं नीनि इति, अनन्तरं ह्रस्वः इत्यनेन तत्र ह्रस्वः भवति निनि इति भवति, तथैव लू लू लू इति धातुः अस्ति तत्रापि तत् द्वित्वं भवति एकाचद्वे प्रथमस्य इत्यनेन तत्र लू लू क्षम्यतां लू लू इति अस्ति तत्र हलादिशेषः इत्यनेन हलादिशेषः किमपि नास्ति अत्र लू एव अस्ति अत्र हल तदेव सिच्यति, अनन्तरं ह्रस्वः इत्यनेन लु लू इति किमर्थं लू एव लु ह्रस्वः भवति लु लु इति भवति सत्यं तत्रैव तदेव सेव् सेव् इति अस्ति अत्र हलादिशेष इत्यनेन से एव सकारः अवश्य से इति एव भवति से सेव् अनन्तरं तत्र से इत्यस्य अचश्च तत्र तत्र एकारस्य दीर्घस्य तस्य ह्रस्वः भवति तत्र तर्हि ह्रस्वः एकारस्य वर्णः अस्ति इकारः एव भवति एकारस्य इकार कोऽपि वा किमपि अस्ति वा महोदय भगिनी अत्र किं तत्र इदानीं मनसि प्रथमपादस्य सूत्रं किं प्रथमपादस्य तृतीयं वा चतुर्थसूत्रं इको गुणवृद्धि अनन्तरम् आगच्छति न न क्षम्यतां तत्र एव आगच्छति किल एकं सूत्रं तत्र एकारस्य गुणवर्ण एकारस्य ह्रस्वः चेत् इकारः इति प्रथमपादे ओकारस्य उकारः भवति आम् बहुवारं पठितं तदेव मनसि नास्ति एच इग् ह्रस्वादेशे भगिनि एच इग् ह्रस्वादेशे ह्रस्वादेशे एचः इक् भवति इति आं भगिनि 1148 प्रथम अध्यायः इति स्मरामि कः सूत्रं किम् इति स्मृतवती एच् वर्णस्य ह्रस्वादेशे कृते इक् वर्णः विधीयते एच् इति ए ओ ऐ औ इक् इति इ ऋळ् एच् प्रत्याहारस्वरस्य स्थाने यदि ह्रस्वादेशः प्राप्नोति तर्हि तत्र इक् प्रत्याहारस्थवर्णः एव आदेशरूपेण विधीयते इति अस्य सूत्रस्य आशयः तर्हि तत्र सर्वत्र ऐकार एकार ऐकारयोः इकारः भवति ओकार औकारयोः उकारः भवति एकार ऐकारयोः इकारः ओकार औकारयोः उकारः इक् इत्यत्र ऋळ् इति अस्ति परन्तु तस्य आदेशः किमपि नास्ति एच् मध्ये नास्ति तत्र कोऽपि एच् मध्ये नास्ति अत्र उचितस्य आदेशस्य निर्णयस्य स्थानधर्मस्य आधारे स्थाने तर्तमः अतः एकारस्य ऐकारस्य च स्थाने इकारः विधीयते यतः एतेषां सर्वेषाम् उच्चारणार्थं तालुनः साहाय्यं स्वीक्रियते एवमेव ओकारस्य औकारस्य स्थाने उकारः उच्चारणार्थम् ओष्टयोः साहाय्यं स्वीक्रियते इदानीं स्मरामः एचः इग् ह्रस्वादेशे 48. तर्हि तत्र तथैव गो गोष्ट् इति अस्ति, गोष्ट् गोष्ट् हलादिशेष गो गोष्ट्, इदानीं तत्र ह्रस्वः इत्यनेन तत्र ओकारस्य स्थाने उकारदेशे एचः इक् ह्रस्वादेश इत्यनेन तत्र गु इति भवति, गु गोष्ट्. तथैव ढौ ढौक् इति अस्ति, अथवा ढौक् ढौक् इति, इदानीं हलादिशेषः ढौ ढौक्, इदानीं तत्र औ इति अस्ति, तत्र एचः इक् ह्रस्वादेश इत्यनेन तत्र औकारस्य स्थाने स्थानान्तरवित्तनेन उकारः भवति, डु ढौक् ढु ढौक् इति भवति. अग्रे महोदय, उरत्. अग्रे उरत्, प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. ऊ षष्ट्यन्तम् अत् प्रथमान्तद्विपदविधं सूत्रम् अत्र लोभो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अङ्गस्य अभ्यासस्य उः अत् उः इत्युक्ते ऋ इत्यस्य षष्ट्यन्तं पदमस्ति, षष्ट्यन्तं रूपमस्ति. अतः तस्य तर्हि वृष इति अस्ति, वृष वृष इति द्वित्वं भवति हलादिशेष इत्यनेन वृ वृष. इदानीं तत्र तत्र अभ्यासस्य ऋवर्णः अस्ति, अतः तत्र उ अभवति ऊ, तत्र क्षम्यतां तत्र उरत् इत्यनेन तत्र अत् आदेशः भवति, क्षम्यताम् उरत् इत्यनेन अत् आदेशः भवति. तत्र किमस्ति वर् वर् वा इति भवति, वा इति भवति, अनन्तरम् उरण् अपरः इत्यनेन वर् इति भवति, वर् वर् वृष. इदानीं तत्र अनन्तरं हलविशेषेन वा वृष इति भवति. सत्यं. तथैव तत्र कृष् इत्यस्मिन् अपि कृष कृष कृष इति अस्ति, अस्तु कृष कृष इत्यस्मिन् तत्रापि ए ए हलादिशेषेन कृ कृष, अनन्तरं क कृष कर् कृष, अनन्तरं पुनः क कृष इत्येव भवति हलादिशेष इत्यनेन भवति वा तत्र उरत्, तत्र सर्वत्र भवति भगिनि तत्र उरण् रपरः इत्यनेन. आम् आम् आम् आं सर्वदा रपरः अतः भवति एव. अस्तु, अनन्तरं काकृश्च, अनन्तरं तत्र वयं जानीमः तत्र किमस्ति अत्र चो कुहोश्चुः इत्यनेन खलु तत्र कुहोश्चुः आगच्छति अग्रे. आं चकृश् चकृश् इत्येव तत्र हृष् इत्यस्य अपि हृष् इति भवति, अनन्तरं तत्र हर् हृष् हर् हृष्, अनन्तरं हकार अस्ति, हकारस्य इदानीं तत्र स्थानेन्तरतम तत्र स्थान क्षम्यतां तत्र किमस्ति अत्र हकारः नाद अल्पप्राणः अस्ति, अतः तत्र अल्पप्राणः अस्ति हकारस्य कुहोश्चुः इत्यनेन तत्र जकारः एव भवति, तत्र हकारस्य जकार एव अल्पप्राण इति कृत्वा ज एव जहृष् इति भवति इति अस्ति. समीचीनं, तद् अग्रे आगच्छति. सम्यक् तावदेव. अतः तत्र अस्माकं हलादिशेषः इत्यस्य कार्यं द्विवारं भवति. तत्र प्रथमवारम् आदौ प्रथमवारं यदा हर्ष हर्ष इति जातः एकवारम्, अनन्तरम् उरण्ड्रपडः हर् हर्ष, अनन्तरं पुनः रेपस्य हलादिशेषः किल हल् एव अवशिष्यते, आदिमहल् एव अवशिष्यते. अतः कार्यद्वयं क्षम्यतां कार्यं द्विवारं जातम्. समीचीनं, स्थानं भिन्नम्, अतः तत्र किमपि क्लेशः नास्ति. अस्तु, धन्यवादः महोदय. उषा भगिनी करोति वा ऋकारान्तदातवः? आं भगिनि, ऋकारान्तदातवः पूर्वे ऋकारः ओके इट्स् नाट् अट् दि एण्ड् ओके ऋकारान्तदातवः भृ इति भृ भृ इति भवति अभ्यासकार्यं भवति. देन् भृ इति कृते भर् इति भवति. दट् इस् दि उरत् अभ्यासस्य ऋवर्णस्य स्थाने अत् आदेशः भवति. उरत् इत्यनेन भृ इति प्रथमभृ इति भर् भवति, भर् भृ इति भवति. हलादिशेषः इत्यनेन हल् आदिम हल् एव अवशिष्यते, रेपः लोपः भवति, भ भृ भृ इति भवति. देन् ओ दट् वाट् इस् दट् कार्य दट् महाप्राणा टु अल्पप्राणा भवति भ बृ इति भ बृ इति भवति सूत्रम् अग्रे एव अस्ति पश्यामः अभ्यासे चर्चा अग्रे एव आगच्छति हृ इति कृते प्रथमं द्वित्वकार्यं हृ हृ इति भवति देन् हृ हृ इति उरण्ड्रपरः इत्यनेन हर् हृ इति भवति नो नो अत् नाट् उरण्ड्रपरः नाट् उरण्ड्रपरः उरत् उरत् उरत् इत्यनेन प्रथम हृ इति हर् इति भवति हलादिशेषः इत्यनेन हृ नो नो ह हृ इति भवति देन् अभ्यास नाट कुहोश्चुः कुहोश्चुः इत्यनेन हकारस्य स्थाने जकारः आदेशः भवति ओ हकारः इति अल्पप्राणः वा ऐ वास् थिङ्किङ्ग् महाप्राणात् ओके ओके ह ओके ह हृ इति कृते ज हृ इति भवति कृ इति धातोः कृते द्वित्वकार्यं कृ कृ देन् उरण्ड्र अनु अत् उरत् इति उरत् इति सूत्रेण प्रथमकृ इत्यस्य कृते कर् कृ इति भवति हलादिशेषः इत्यनेन प्रथमहल् एव अवशिष्यते क कृ इति भवति क कृ इति कृते देन् कुहोश्चुः इत्यनेन कुहोश्चुः कुहोश्चुः इत्यनेन च कृ इति भवति तृ इति ऋकारान्तदातवः दीर्घ ऋकारान्तदातवः तृ तृ इति भवति तदपि उरत् इति भवति सो ऋवर्णस्य अभ्यासस्य ऋवर्णस्य स्थाने डसन्ट् मेटर् वेदर् ह्रस्व दीर्घ ओके उरत् इति सूत्रेण तर् भवति तर् तृ इति हलादिशेषः इत्यनेन तृ भवति तृ भवति ओके सर्वत्र यत्र यत्र उरत् इत्यस्य कार्यं तत्र उरण्ड्रपरः आगच्छति एव स्थानेन्तरतमः वयं पठितवन्तः किल सः सम्यक् एव आम् आं भगिनि ध्येयं यत् यङ् लुकि न लुमताङ्गस्य इत्यनेन यङ् निमित्तीकृत्य अङ्गकार्यनिषेधत्वात् रीङ् ऋतः रीङ् ऋतः इत्यनेन धातोः ऋकारस्य दीर्घऋकारस्य रीङ् इति आदेशः न भवति ओके रीङ् ऋतः इति सूत्रं वयं दृष्टवन्तः रीङ् ऋतः धातोः ऋकारस्य रीङ् आदेशः न भवति इति न लुमताङ्गस्य न लुमताङ्गस्य इत्यनेन लुक् लुक् इति कृते अङ्गकार्यं न स्यात् इति कृते न लुमताङ्गस्य इत्यनेन लुक् जातः चेत् ओ यङ् लुकि कृते न लुमताङ्गस्य इत्यनेन यङ् निमित्तीकृत्य अङ्गकार्यनिषेधत्वात् रीङ् ऋतः इत्यनेन 7-4 इत्यनेन यङ् रीङ् कार्यं न भवति अङ्गकार्यं न भवति ओके रुदन्त रीङ् ऋतः ऋतः ऋदन्त अङ्गस्य रीङ् आदेशः भवति अकृतः यकारे परे अकृतः यकारे परे असार्वधातुकयोः असार्वधातुकयकारे परे च्वि प्रत्यये च परे ओके अकृत् असार्वधातुकयोः इत्यनेन अकृतः असार्वधातुकयोः ओके देन् च्वि प्रत्यये च परे रीङ् आदेशस्य ङित्वात् ङिच्च इति सूत्रेण अङ्गस्य अन्त्यऋकारस्य एव स्थाने भवति ओके अत्र रीङ्कृतः इति अकृतः अकृतः अस्ति यकारे परे अकृतः यकारे परे सो दट्स् अकृत् असार्वधातुकयोः च्वि प्रत्यये च परे अत्र वयविवाद न लुमताङ्गस्य इत्यनेन कीदृशयकारः अकृत्यकारे परे ओके ओके तव ओके ओके यङ्ग् यङ्ग् असार्वधातुक यकारः किल आं भगिनि यत्किमपि अकृतः वा असार्वधातुक यकारे अपि आम् भवति परन्तु लुमताङ्गस्य इत्यनेन कार्यं न भवति इति रीङ् आदेशः न भवति दट्स् वै वि फर् धृ इति कृते रीङ् ऋतः इति न प्रसक्तिः भवति न लुमताङ्गस्य इत्यनेन सत्यं कीर्यते इति भावकर्मणोः तत्र आं भगिनि कीर्यते इति रूपं भवति कर्मणि रूपमपि भवति अन्यत्र अपि कीरणं वा किमस्ति कीरणम् इति भवति वा तरणमेव भवति कीरणं नास्ति रीङ् इति नास्ति अत्र रीङ् नास्ति अन्यत्र अपि तत्र कीर् इति अत्र अत्र आगच्छति कर्मणि तीर्यति उक्तवन्तः अन्यीर्यते कृदन्त चेत् कृदन्त तु न भवतः यकारः अत्र तादृशस्थलेषु प्रायः तत्र कुत्र अस्ति दिवादिगणे भवति वा दिवादिगणे या इति अस्ति खलु अस्तु किम् अस्ति अत्र तद् असार्वधातुकः नास्ति किल सार्वधातुकः नास्ति एतत् सार्वधातुकः कीर्यते स्मरामि इदानीं कुत्र अन्यत्र किम् इति पश्यामः एकम् उदाहरणं पश्यामि सुन्दरतः वयं दृष्टवन्तः ऋङ्कृतः पठितवन्तः कर्मणि पठितवन्तः परन्तु 7427 या अकृतसार्वधातुकयोः दीर्घः च्वौ ऋङ्कृतः ऋङ्कृतः आं भगिनि मात्रीयति मात्रीयते पित्रीयति पित्रीयते तत् सर्वम् अकृत् अस्ति क्याश् क्यङ् इति अस्ति तत्र क्याश् क्यङ् काम्य तत्र आम् पितृयोगः यत् पितृयोगः यत् पितृयोगः य पितृयोगः य तत्र तत्र एव पित्रीयते तादृशरूपं तत्र आगच्छति सनादिदातवः क्यच् क्यङ् दिशराल् नाम दातु खलु भगिनि तद् क्यच् क्यङ् इति सनादि सनाद् तत्र सनादिप्रत्ययः सनादि इत्यत्र केवलं धातुः इति न प्रातिपदिकमपि निष्पद्यते किल सुमन्तां प्रातिपदिकमपि तादृशेषु स्थलेषु तद् आगच्छति पित्रीयते तादृशं अभूततद्भावे इत्यत्रापि आगच्छति च्वी प्रत्ययः अभूततद्भावे इत्यत्र उदाहरणं न प्रदर्शितं परन्तु तत्रापि भवति यत् शुक्लिं नास्ति तत्रादृशं तत्रापि ऋकारः अस्ति चेत् तत्रापि आगच्छति अस्तु भगिनि तदेव अतः रीङ् ऋतः परन्तु अत्र यङ् इत्यत्र तस्य कार्यं निषिद्धं किमर्थम् इत्युक्ते यङ् तु लुक् जातः लुमताङ्गस्य न लुमताङ्गस्य इत्यनेन अङ्गकार्यम् अङ्गकार्यस्य निषेधत्वात् रीङ् ऋतः इति कार्यं नास्ति सम्यक् धन्यवादः अरुणा भगिनि कुहोश्चुः भगिनि कुहोश्चुः सप्तमाध्याये चतुर्थपादे द्विषष्टिसूत्रमं सूत्रम् अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गादेयः चवर्गाय आदेशः भवति तत्र स्थाने अन्तर्तमः इति परिभाषासूत्रेण उच्चारणस्थान साम्यवशात् हकारस्य स्थाने झकारः तदा अभ्यासे चर्चा इत्यनेन झस्थाने जकारः कुश्च ह च तयोः इतरेतर द्वन्द्वः कुहौ तयोः कुहोः कुहो षष्ट्यन्तं चु प्रत्य प्रथमान्तं चुः इति प्रथमान्तं द्वितीयपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः ते कुहोः चुः सूत्रं वदति अभ्यास विषये अभ्याससंज्ञापदे ककार वा झकार हकार वा अस्ति चेत् सवर्गीय आदेशः भवति परिभाषा अस्ति कुत्र स्थाने अन्तर्तमः इति परिभाषासूत्रेण हकारस्थाने झकार आगे भवति किमर्थमस्ति चेत् उच्चारणस्थानसाम्यवशात् तदनन्तरम् अभ्यासे चर्चः इति सूत्रेण झकारस्थाने झकार भवति तदेव सूत्रमस्ति अङ्गस्य अभ्यासस्य कुहोः चुः वयं पूर्वमपि चर्चितवन्तः पच् विद्यते भगिनि आं सत्यम् आम् अग्रे भगिनि स्थानेन्तरतमः स्थानेन्तरतमः प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदमिदं सूत्रम् पठामि क्रू धातु द्वित्वं भूत्वा क्रू क्रू भवति ओके हलि च हलादिशेषसूत्रेण खा एव अवशिष्यति ककृ ककारस्थाने कुहोश्वः इति सूत्रेण च आगच्छति चक्रु इति अङ्गं चक्रु अग्रे अपि कार्यं प्रायः भवति इदानीं चक्र इति अस्ति तत्र उरत् प्रथमं कृ कृ उरत् ऋकारस्य स्थाने रेपः हलादि उरत् अनन्तरं हलादिशेषः खन् द्युत्तं भूत्वा खन् खन् भवति हलादिशेषे तत्र ख एव अवशिष्यति ख खन् अभ्यासचर्चा इत्येन खास्थाने स्थाने अन्तरतमसूत्रेण छ आगच्छति तदनन्तरं वाट् इस् दट् जस्ट् स्वन्दि च कं भवति न न कुहोश्चुः अभ्यासे ओ यश्च ओके छास्थाने छ आगच्छति कुहोश्चुः किं भवति प्रथमं खन् खन् इति जातः किल अत्र नकारलोपः केन सूत्रेण हलादिशेषः अतः हलादिशेषः इत्यनेन क एव अवशिष्यते अन्ये हलः लुप्यते अनन्तरम् इदानीं छ खन् इति जातः छ इति कुहोश्चुः कवर्गस्य हकारस्य स्थाने चवर्गादेशः भवति इति किल अनन्तरम् अभ्यासे चर्च गम् धातु गम् गम् इति द्वित्वं हलादिशेषसूत्रेण गा एव अवशिष्यति गा गम् गुहोश्चुः इति सूत्रेण गकारस्थाने जकार आगच्छति जगम् इति रूपं ग्रह् धातु हकारान्तधातु ग्रह् ग्रह् प्रथमं भवति तदनन्तरं हलादिशेषः इति सूत्रेण ह अपगच्छति गा एव तिष्ठति गास्थाने जकार आगच्छति अभ्यास गुहोश्चुः इति सूत्रेण गुहोश्चुः सूत्रेण जकार आगच्छति जग्र जग्र इति रूपम् घृकारान्तधातुः घृ घृ उरत् भगिनि उरत् इति सूत्रेण रेफ आगच्छति घर् घृ घकार स्थाने होश्चूतसूत्रेण झकार आगच्छति अभ्यासचेतेन अल्पप्राणझकार भवति जग्रु इति रूपं ह्रु अत्रापि ह्रु ह्रु प्रथमं ओरत् इति सूत्रेण रुस्थाने अर् आगच्छति हर् ह्रु हलात् शेषः इति ह एव अवशिष्यति कुहोश्चुः इति सूत्रेण हकारस्थाने प्रथमं झकार तदनन्तरम् अभ्यासचेतन अल्पप्राणझकार जह्रु इति रूपं भवति हस् हस् अपि द्वित्वं भूत्वा हस् हस् हलादिशेषः न ह हस् कुहोश्चुः इति सूत्रेण हकारस्थाने झकार प्राणझकार भवति झ हस् अभ्यासचर्चितेन झकार भवति इति सम्यक् सम्यक् तदेव समुचितम् अतः तत्र हकारस्य तादृशः संवारनादघोषमहाप्राणझकारः अतः तद् हकारः इति महाप्राणः एव अल्पप्राणः नास्ति अल्पप्राणः नास्ति वा हकारः हकारः इति महाप्राणः महाप्राण झकारः भवति अनन्तरमेव अभ्यासे चर्चा इत्यनेन झ भवति अकारस्य महाप्राणवर्णः झकार समीचीनं वा अहं चिन्तितवान् अल्पप्राण इति तद् भ्रमः भवति तद् हकारस्य विषये सर्वदा तद् भ्रमः भवति एव संवारनादघोष महाप्राण महाप्राण सम्यक् विजया भगिनी अभ्यासे चर्चा आं महोदय अभ्यासे चर्च अभ्यासे अत्र अनुवृत्तिसहितसूत्रं प्रथमपङ्क्तिः अनन्तरम् अनुवृत्तिसहितसूत्रं तावदेव खलु महोदय तत्रापि तत्रैव स्थानेन्द्रतमः प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेश इत्यत्र पूर्णतया पठतु अभ्यासे चर्च अभ्यासे जल् स्थाने जश् जल् इत्युक्ते सर्वे व्यञ्जनानि जस् इत्युक्ते जबगडदश् अत्र तृतीयवर्णः अनन्तरं छर् च आदेशः भवति जल् स्थाने जश् छर् च आदेशौ भवतः तत्र स्थानेन्द्रतमः इति परिभाषा सूत्रेण उच्चारणस्थानसाम्यवशात् जश् स्थाने झ स्थाने जश् अपि च कै स्थाने छर् एतत् अनुवृत्त्यर्थम् अष्टमाध्याये भवति अभ्यासे सप्तम्यन्तं छर् प्रथमान्तं च अव्ययपदं त्रिपदमिदं सूत्रं जलां झश् झषि इत्यस्मात् जलां झ इति जलां झश् इत्यनयोः अनुवृत्तिः तयोर्यवा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यासे जलां जस् छर् च संहितायाम् इति भवति अत्र चर्त्वं चर्त्वं थु तुड् अत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति अभ्यासे चर्च इति जल् स्थाने अत्र छर् आदेशः भवति खलु महोदय तुड् इति चतुः भवति. प्रथमं दुड् दुड् अनन्तरम् अभ्यासे जल् स्थाने जश् क्षम्यतां चर् अवगतं किल. दुड् दुड् हलादिदेशः तत्र प्रक्रिया एकवारं वदति चेत् दुड् दुड् हलादिशेषः अनन्तरम् अभ्यासे चर्च. आम् आम् आं महोदय. प्रथमं हलादिशेषः तुड् तुड् इति भवति. प्रथमवर्णः तिष्ठति अवशिष्यते, अन्तिमवर्णः लुप्यते, तु एव तिष्ठति. इदानीं तुड् अस्ति अत्र जल्स्थाने चर्वर्णः आदेशः भूत्वा तु इति प्रथमवर्णः चर्वर्णः आगच्छति, तु तुड् इति भवति. पापळ् अत्र अपि हलादिशेषः इत्यनेन द्वितीयवर्णः लुप्यते, प्रथमवर्णः तिष्ठति, अनन्तरं इदानीं जल्स्थाने चर् आगच्छति अतः पापल् इति भवति. चूचुप् तत्र अपि तादृशमेव भवति. हलादिशेषः इत्यनेन प्रथमवर्णः तिष्ठति, अन्तिम अन्यवर्णः लुप्यते, चु एव तिष्ठति. इदानीं जल्स्थाने चर्वर्णः आदेशः भवति अतः द्वितीयवर्णस्य स्थाने प्रथमवर्णः भूत्वा चु चुप् इति भवति. अग्रे पठामि वा महोदय? इदानीं वु इति ह्रस्वः किमस्ति चेत् अत्र अभ्यासे चर्च अभ्यासे जल् स्थाने जश् चर् आदिश, परन्तु अत्र एतदेव कार्यं करोति खलु महोदय? अत्र जल् स्थाने जश् भवति, अतः चतुर्थवर्णस्य स्थाने तृतीयवर्णः ह्रस्वः इत्यनेन एव आगच्छति खलु महोदय, नास्ति वा? ह्रस्वः ह्रस्वः इति सर्वदा ह्रस्व दीर्घ इत्युक्ते अच्वर्णः एव. हल् वर्णानां ह्रस्वत्वं नास्ति, ह्रस्वत्वं वा दीर्घत्वं वा नास्ति. अचश्च इति सर्वदा स्वरवर्णानामेव ह्रस्वः ह्रस्व ऊकारस्य ह्रस्वत्वं भू भू इति अस्ति किल, भू भू सत्तायां धातुः भू भू इति द्वित्वं ह्रस्वः इत्यनेन ह्रस्वत्वम् अनन्तरम् एतद् अभ्यासे चर्च इत्यनेन जष्ट्वम् किल. तादृशमेव दु दौक् इति भवति. अत्र अपि हलादिशेषः इत्यनेन प्रथमवर्णः तिष्ठति अतः तत्र इदानीं वृद्धिः भवति खलु महोदय, उकारस्य स्थाने औकारः न अस्तु अस्तु. इदानीं डु तृतीयवर्णः जल् वर्णः अस्ति, अत्र जश् वर्णः भवति अतः डु डौक् इति भवति. तादृशमेव झज् झज् इति भवति. अत्र हलादिशेषः इत्यनेन प्रथम हल् वर्णः तिष्ठति, अनन्तरं जल् वर्णस्य स्थाने जश् वर्णः भूत्वा ज झर्ज् इति भवति. तावदेव महोदय. द्वयं यत् अभ्यासे वर्गस्थ प्रथमसदस्यः तृतीयसदस्यः पञ्चमसदस्यः यन् प्रत्यहारस्थः च इति वर्णानां विकारः न भवति, अतः येषां नाम अनादेशः अभ्यासः इति उच्यन्ते. अत्र किमपि परिवर्तनं नास्ति. च अत्र छल् छल् इति भवति चेत् अत्र हलादिशेषः इत्यनेन प्रथमवर्णः तिष्ठति. पूर्वमेव उदाहरणरूपेण दृष्टवन्तः पच् पच् इति इत्युक्ते पपच् इति भवति. तादृमेव चचल् भवति, च जप् भवति, टी टीक् भवति. अत्र तादृशमेव सर्वत्र डि डी भवति. अनन्तरम् एतत् अत्र किमर्थं ह्रस्वः इत्यनेन ह्रस्वः भवति, दीर्घस्थाने ह्रस्वः भवति, अत्र ह्रस्व इति कार्यमपि करोति. डि डि भवति, थ तृ भवति. प्रथम हल्वर्णः तिष्ठति, अन्य हल्वर्णः अच्वर्णः एतत् किम् अस्ति चेत् एतत् सर्वं लुप्यते. अनन्तरं दल् दल् दल् भवति चेत् ददल्, नम् नम् इत्युक्ते ननं, पत् पत् इत्युक्ते पपत्, बाद् बाद् इत्युक्ते बबाद्, मी मी मील् मील् इत्युक्ते मिमील्, यं यम् इत्युक्ते ययम्, वृद् वृद् इत्युक्ते हलादिशेषक इत्यनेन प्रथमवर्णः तिष्ठति, अन्यवर्णः लुप्यते, अन्तः वा वृद् इति तत्र तिष्ठति. अत्र प्रश्नः किमस्ति चेत् प्रश्नः उदेति यत् अभ्यासचर्चा तु अङ्गस्य इत्यस्य अधिकारे नास्ति, तर्हि अङ्गकार्यम् अस्ति किम किम्? अभ्यासस्य निमित्तं प्रत्ययः प्रत्ययपरे एव द्वित्वं भवति, अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः आवश्यकम्, तथा सति अङ्गकार्यमेव. सो अत्र प्रत्ययम् अस्ति चेत् एतत् द्वित्वं भूत्वा अनन्तरम् अभ्यासकार्यं निमित्तं भवति, अतः प्रत्ययम् अवश्यमेव इति तत्र दत्तं, खलु महोदय? सत्यम्, आम् सत्यं, धन्यवादः भगिनि, तदेव अस्तु. अतः तत्र अभ्यासे चर्चा किमर्थम् 8-4 मध्ये अस्ति, पूर्वमेव वयं चिन्तितं यदा वयं जुहोत्यादिगणे दृष्टवन्तः तस्मिन् समये एव अनुवृत्त्यार्थं तत्र स्थापितं पाणिनिना इति. अत्र संवारनादघोषवर्णानां तादृशः एव संवारनादघोष आदेशः जश् वर्णादेशः भवति, तथा च विवारश्वास अघोषवर्णानां तादृश एव विवारश्वास अघोष चर्वर्णादेशः, आदेशद्वयं जश् अपि अस्ति चर् अपि अस्ति. स्थानेन्तरतमः संवारनादघोष जष्त्वम्, अनन्तरं विवारश्वास अघोष इत्यनेन चत्वं भवति. तद् अनादेशविषये पूर्वम् एकवारं पठितवन्तः. किमर्थं भगिनि अत्र पर्जन्यवत् वयं पठितवन्तः खलु, किमर्थं न भवत् तत्र अनादेशः इति पूर्वम् एकवारं पठितवान् सत्यं, परन्तु तत्र किमपि आसीत्, एकवारं वयं पठितवन्तः अस्मिन् विषये अनादेशे इति आसीत्, अनेन तत्र पर्जन्यवत् इति अस्ति चेदपि तद् न भवति इति. वयं न पठितवन्तः अनादेशाभ्यासः इति उच्यन्ते, प्रायः कुत्रापि अन्यत्र पठितवती वा इति स्मरणम्. अत्र अस्माकं वर्गे न पठितं, प्रथमवारम् अहं पठन् पश्यन् अस्मि. एवं वा, अनादेशः. लिट् इत्यस्य कृते एकं सूत्रम् अस्ति किल, किल अनादेशातेर्लिट्टि, तदेव अनादेशातेर्लिटि अनादेशात् लिटि इति इट् एन्स् लैक् दट्. नो नो दट् इस् नो नो दिस् इस् इट् सेस् अनादेशे लिटि इट् एन्स् लैक् दट्. अनादेशे इति सुबन्तप्रकरणे अपि एकवारम् अहं कुत्र पठितवती इति, एतत्तु अनादेशे इति बहु परिचयं परिचितमस्ति अनादेशे. एकवारं वैशिष्ट्यम् अथवा किमर्थं वयं पर्जन्यवत् इति कारण वयं कार्यं कुर्मः किल, यदा वयं तत्र युहोत्यादिगणे दृष्टवन्तः तत्र अभ्यासे चर्चा इत्यनेन पर्जन्यवत् इति कृतवन्तः, अनादेश अभ्यासः इति उच्यन्ते. अत्र किं कार्यमपि दत्तं, वर्गप्रथमा वर्गतृतीया पञ्चमा यण् प्रत्याहारस्थवर्णानां विकारः न भवति, किमपि वार्तिकं भवति. खलु तत्र प्रथमस्य प्रथमस्य द्वितीयस्य प्रथमस्य प्रथमा एव भवति, अपि च द्वितीयस्य तृतीयस्य तृतीया एव भवति खलु, जस् एव भवति खलु. सत्यं, परन्तु किमपि वार्तिकं भवेत् किल, यकार यण् प्रत्याहारस्थः अपि स्वीकृतवन्तः. यण् इत्यस्य किमपि अभ्यासे चर्चा इत्यस्य किमपि नास्ति खलु, अभ्यासस्य जलां जस् अस्ति, अतः जल् अस्ति तत्र प्रथमा द्वितीया प्रथमा अपि अस्ति, तृतीया अपि जल् अस्ति, अतः परन्तु यण् नास्ति खलु, अतः तत्र तत् अभ्यासचित्रस्य प्रसक्ति एव नास्ति खलु, प्रायः पृथक्तया किमपि नंशं ह्रस्व उरत् अभ्यासे चर्चा तत्रापि तदेव उक्तमस्ति, ये अनादेश अभ्यासः कहलाते हैं। नास्ति अत्र कुत्रापि अन्यत्र प्रायः दृष्टवती वा इति चिन्तने, अभ्यासे चर्च इत्यत्र एव एकवारं पश्यामः, काशिकायां प्रायः अस्ति वा। वर्गप्रथम पूर्वत्र स्थम् अभ्यासे जलां चष्वर्णः क्रमेण लिख अस्मिन् अस्तु, वर्गप्रथम वर्गद्वितीयानां प्रथमानां स्थाने चत्वे कृते सः एव वर्णः आदेशरूपेण विधीयते इत्येव उक्तम् अत्र, समान उदाहरणानि अपि अस्ति, तत्र तु निषेधः इति किमपि न उक्तम्। अस्मिन् अत्र नास्ति, अष्टाध्यायी डाट् काम् मध्ये नास्ति, आदेश कृतमस्ति चेत् तदेव भवति खलु, तथापि न अत्र काशिकायामपि किमपि न दत्तम्, अनादेशः इति किमपि नास्ति, अनादेशः इत्यस्य विग्रहवाक्यं न आदेशः अनादेशः, ओ तादृशं वा, आदेशः इति किमपि नास्ति, तादृशमेव तिष्ठति इति अनादेशः, सन्धौ किमपि कुत्रापि तत् अनादेशस्य किमपि कुत्रापि सन्धि सन्ध्याम् अथवा किमपि तत्र स्वरस्य प्रकरणे किमपि भवेत् तत्र, यत्र आदेशः नास्ति येषां नाम अनादेश अभ्यासः इत्यपि अस्ति, इत्युक्ते कुत्रापि तद् तस्मिन् विषये वक्तव्यं किल, अनादेशस्य प्रयोजनं भवेत्। अस्तु सम्यक्, अत्र अद्य नूतन एकम् अनादेश अभ्यासः, अहं कुत्रचित् अन्यत्र दृष्ट्वा वदामि अस्ति वा इति, अस्तु अतः अनेन तद् अवशिष्यते इति अस्ति। अस्तु महोदय, इतोपि एकः परिच्छेदः पठतु अनन्तरं समापयामः, अधुना अभ्यासे चर्च। अस्तु अधुना अभ्यासे चर्च, एकनिमिषं तत्र प्रश्नः उदेति यत् अभ्यासे चर्च तु अङ्गस्य इति अधिकारे नासीत्, तर्हि अङ्गकार्यम् अस्ति किम्? अभ्यासस्य निमित्तं प्रत्ययः प्रत्ययपरे एवं द्वित्तं भवति, अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यं, तथा सति अङ्गकार्यमेव। अस्तु किमस्ति अत्र किं भगिनि तत्र प्रश्नः उदेति, तस्यैव उत्तरमस्ति अस्मिन् परिच्छेदे, तत्र किम् उक्तम् इत्युक्ते अभ्यासे चर्च 8-4 मध्ये अस्ति, अङ्गकार्यं तु 6-4 आरभ्य एव भवति, 7-7 अन्तपर्यन्तम्, इदानीं तत्तु अङ्गकार्यम् इति अधिकारे तु नास्ति, अङ्गस्य इति अधिकारे नास्ति, कथं वा वयं अङ्गकार्यम् इति वदामः, अभ्यासे चर्च इत्यस्य अङ्गकार्यम् इति कथं वयं स्वीकुर्मः, तत्र कस्यापि अभ्यासकार्यस्य किं निमित्तम् इत्युक्ते प्रत्ययः एव, अतः अङ्गकार्यम् एव इति एकं वाक्येन प्रथमम् उक्तम्, अनन्तरं पूर्णतया तस्मिन् विषये अस्ति, प्रत्ययनिमित्त कृते यत्किमपि भवति तदङ्गकार्यं भवति, अङ्गकार्यम्। अधुना अभ्यासे चर्च अष्टमाध्याये चतुर्थपादे स्थापितम्, अतः अङ्गकार्यं न स्यात् इति भासेत, अङ्ग अधिकारे नास्ति इति कृत्वा अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकं कार्यं जायमानं, किन्तु अभ्यासे चर्च इति वर्णनिमित्तकं नास्ति, वर्णनिमित्तकं नास्ति, आं सत्यं वर्णनिमित्तकमस्ति, प्रत्ययनिमित्तकमस्ति, साधारणतया अष्टाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणमस्ति असिद्धत्वम्। असिद्धत्वम् अपेक्षते, तदर्थं तत्र स्थापितं भवति। अतः प्रथम उद्देशः अस्ति असिद्धत्वम् एव अत्र क्रमेण गन्तव्यम् इति, अन्यथा निश्चरूपः भवति इति तत्रैव स्थापितमस्ति पाणिनिना। परन्तु अत्र किन्तु अभ्यासे चर्च असिद्धमपि न भवति कदाचित्, अस्तु असिद्धमपि न भवति इति। इदानीम् असिद्धं नास्ति अस्माकं कृते इति तत्र इदानीं वयम् अनन्तरं कार्यं कुर्मः तस्मिन्। त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धं, किन्तु अभ्यासे चर्च इत्यस्य सम्बन्धः एव नास्ति अपर त्रिपादिसूत्रैः सह। अतः तानि सूत्राणि प्रति असिद्धस्य अवसरे एव नास्ति। अस्तु, तत्र अन्येषां सूत्राणां कृते तस्य एव किमपि तत्र सम्बन्धे एव नास्ति। अत्र तत् निमित्तीकृत्य किमपि तदनन्तरं किमपि कार्यं भवति इति तादृशं नास्ति अत्र। अतः तत्र वस्तुतस्तु अभ्यासे चर्च केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति। अस्तु, अनुवृत्ति केवलं लाघवार्थमेव अस्ति, अनुवृत्तिवशात् उक्तस्थाने अस्ति। जलां जस्ट् झषि इत्यस्मात् जस्ट् इति अनुवर्त्यते प्रकृतसूत्रे। अपि च अभ्यासे चर्च इति सूत्रात् चर् इत्यस्य अनुवृत्तिः भवति करि च इति सूत्रे। अतः फलितार्थः अस्ति यत् अभ्यासे चर्च अङ्गकार्यमेव, यद्यपि अङ्गस्य इत्यस्य अधिकारे नास्ति। अत्र किमर्थं तत्र स्थापितमस्ति इत्युक्ते तत्र पाणिना लाघवार्थमेव किमर्थम् इति, तत्र जस् इति अनुवृत्ति पूर्वसूत्रात् भवति, अपि च चर् इति अपरसूत्रस्य कृते आवश्यकमस्ति। परन्तु सामान्यतः तत्र तृतीय चतुर् त्रिपाद्यां सूत्रमस्ति, असिद्धत्वमेव मूलकारणं भवति। परन्तु अत्र अभ्यासचर्च इत्यस्य किमपि अन्यानां सूत्राणां अन्येभ्यः सूत्रेभ्यः अन्ये सूत्रैः सह किमपि तत् सम्बन्धः नास्ति। अतः तस्य अत्र केवलम् अनुवृत्तिवशात् एव दत्तमस्ति, लाघवर्थमेव अस्ति इति उक्तम्। अत्र कोऽपि अन्यप्रयोजनं नास्ति तत्र इति अस्ति। तत्र असिद्धत्वस्य किमपि प्रयोजनं नास्ति, केवलं तत्र अनुवृत्तेः प्रयोजनमेव अस्ति इति कृत्वा तत्र स्थापितमस्ति। अतः एतत् अङ्गकार्यमस्ति, यद्यपि अङ्गाधिकारी नास्ति चेदपि केचन कानिचन सूत्राणि वयं दृष्टवन्तः प्रायः पूर्वमपि, अङ्गकार्यं भवन्ति अन्यत्रापि भवन्ति, यद्यपि अङ्गाधिकारी नास्ति चेदपि इति इदानीं मनसि नास्ति, दृष्टवन्तः। आं, पूर्वं दृष्टवन्तः, तादृशमेव अत्रापि 8.4 इति अस्ति, केवलम् अनुवृत्त्यार्थं तत्र स्थापितं पाणिनिना। अत्र किमपि बाध्यबाधकभावः वा किमपि अन्यत् किमपि नास्ति। समीचीनम्। अनेन तत्र सामान्य अभ्यासकार्याणि समाप्तानि, अग्रे तु विशिष्ट अभ्यासकार्याणि अग्रिमसप्ताहे तस्मिन् विषये पठामः। पुनः एकवारं पठित्वा आगच्छन्तु, अनेन स्पष्टं भवति। प्रश्नाः सन्ति चेत् अग्रिमसप्ताहे पृच्छन्तु अवश्यम्। समीचीनं वा? अस्तु महोदय, धन्यवादः। धन्यवादः।